नमस्ते महोदय। नमस्ते महोदय, हरि ओम। हरि ओम। नमस्ते नमस्ते नमस्ते महोदय। महोदय। नमस्ते महोदय। नमस्ते भगिनी। कथमस्ति? अस्मि महोदय। तत्रापि शैत्यं वा अधिकम्? हा, बहु अधिकं शैत्यमस्ति। आं, तत्तदस्ति एव। ओ, अत्रापि तथा एव, परन्तुपि इतोपि स्वेदकं न धृतवती। रात्रिकालः भवति चेत् अत्र पूर्वतटः खलु, अतः तथा एव भवति। भवती बेरिया मध्ये अस्ति खम्? अहं तु न्यूयार्क् देशे अस्ति। एतत् मम हीटिङ्ग् प्याड्। ओ, अस्तु अस्तु। कटिप्रदेशे स्थापयति वा? उपरि स्थाप्य ऑन् कर्तुं शैत्यमधिकम्। कुत्र स्थापयति तत्? ऊरुभागे अत्र ओ, अस्तु अस्तु। ओ, अस्तु। किञ्चित् औष्ण्यं लभते। तत् सम्यक् अस्ति। तत्र कायिल्ड् खलु, कायिल् अस्ति हा, खलु कोयिल्ड् तत्र? अस्ति, या तु हीटर् अस्ति खलु, तत् तस्य आम् उपयोगं करणीयं। तेन किं भवति, बहु शुष्कं, वायुः शुष्कं आम् भवति, शुष्कता भवति। शुष्कता भवति, दाहः अधिकं भवति। ओ, तस्मात् आहा, इदमेव इदमेव परन्तु स्वेदकं धरति चेदपि शैत्यं वा? अस्ति महोदय, यतोहि गृह अत्र तु 70 डिग्री, 71, 72, वाट् यु काल् इट्, तत्र गृहे वा गृहे बहिः गृहे गृहे गृहे गृहे परन्तपि तथा वा? तत्रापि हा शैत्यपि हा अस्तु अस्तु, एकवारम् उपविशति चेत् अत्यधिकं भवति. अहं बासुनगरे अस्मि, शान्ति अस्तु, भगिनी भवती वदतु। तत्रापि का बासुनगरे अस्ति वा? तत्रापि भवती बहु वदतु। भवति. तत्र मया चिन्ता कति मासाः अत्र भविष्यति भवती? कदा पर्यन्तं भगिनि? मां मार्च्? पृच्छति वा? अहं प्रायः डिसेम्बर् 20 दिनाङ्कपर्यन्तम् अत्र भविष्यामि। ओहोहो, मम डिसेम्बर् मार्च्। आगस्ट् मासे, जुलै आगस्ट् मासे अत्र आगतवती। अहं न ज्ञातवती, तत्र गिरिमहोदयस्य पुत्र्याः रङ्गप्रवेशः आसीत्, तदा भवती न आसीत् तदा किल? अहम् आसम्, परन्तु मम पुत्र्या सह मया आगन्तव्यं भवति. इदानीं किञ्चित् मम पदचलने किञ्चित् सहायम् आवश्यकं भवति. अतः परन्तु मम पुत्री तदा टूर् मध्ये प्रवासे आसीत्, अतः अहम् आगन्तुं न शक्तवती. इदानीम् अतिवृद्धाप्यम् अभवत् खलु, अतः किञ्चित् साहाय्यम् आवश्यकं भवति. यावत् शक्यं तावत् वर्गस्य संस्कृतपाठनस्य विषये क्लेशः नास्ति, गृहे स्थित्वा एव करोमि खलु, अतः चिन्ता नास्ति. परन्तु बहिः अधिकं न गच्छामि. आम् क्लेशः भवति। शान्ति भगिनी अपि बोस्टन् नगरे अस्ति किम्? आं भगिनि, बहु चिरपरिचिता सा मम, बहुभ्यः वर्षेभ्यः परिचिता. अहं मम अमेरिकायां मम संस्कृतशिक्षणं सर्वं शारदाभगिन्यायाः सकाशे एव। भवती भवतीपि समासवर्गे आसीत् खलु, तदनन्तरमेव भवत्याः अनुवर्तनम् अभवत्. सः वर्गः तु केवलं समासपठनार्थं प्रारब्धः. सः कश्चन वर्गः जाह्नवीशिबिरात् अनन्तरं तथा एव तस्य अनुवर्तनम् अभवत्. काव्यपठनं कृतम् अस्माभिः, काव्यपठनं बहु कृतम्. किमपि वयं कृतवन्तः। इदानीमपि सोमवासरेषु भवति काव्यपठनं, अतः एव सत्यम्। अत्र अद्य आगतवती खलु भवती इदानीं. अस्तु, लक्ष्मीनारायणः अस्ति वा न वा अहं सः न विलम्बेन जानामि. आगच्छामि इत्युक्तवान् ओ गणे। अस्तु, वयं प्रारभामहे, प्रार्थनां वदामः. शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं, वरदे कामरूपिणि. विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः, गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. इदानीमपि तस्य कापरेवर्यस्य वर्गः भवति वा? भवन् अस्ति किम्? प्रायः भगिन् महोदये, प्रायः तदेव अतः एव विलम्बः इति मन्ये. अहं चिन्तयामि। प्रति सोमवासरे भवति वा? साप्ताहिकवर्गः वा? न जाने, तत्रत्य जनाः, शशिमहोदय भवान् जानाति किं? न, अहं न पात्रे जानामि. महोदयस्य वर्गः सोमवासरे अस्ति इति जानामि, समये तु न जानामि. प्रायः अतः एव विलम्बः इति मन्ये. इदानीं तु नाम अस्मिन् सप्ताहे अहम् उट्टङ्कनं न कृतवती, केवलं नोट्स् रीत्या लिखितवती अस्मि. शेर् करोति किं? केनापि शेर् क्रियते वा? तत्र नोट्स् न, तत्तु कुलयानन्दः इति रामचन्द्रराव स तदस्ति खलु, पूर्वं प्रेषितवान् लक्ष्मीनारायणमहोदयः. पश्यन्ती अस्मि एकवारं पश्य तत् करोति चेत् तत् ततः श्लोकं स्वीकुर्मः. अनन्तरं archive.org मध्ये अस्ति पश्यामि काव्यपरिचयवर्गे एव स्थापितवान् आम् संस्कृतं आमां आम् वाट्सप् मध्ये. न एतत् नास्ति तत्र श्लोकार्थं तद् सुलभं भवति. न दृष्टवती इदानीं पर्यन्तं पश्यन्ती अस्मि भगिनी चाट् मध्ये प्रेषितवती एकवारं. आहा भवती अपि अत्र प्रायः प्राप्तं खलु फ्रम् शुभा टु एवरी वन् इति. शुभा प्रेषितवती इति मन्ये. तर्हि शेर् करिष्यामि पुटसङ्ख्या का भवति एकवारं शेर् करिष्यामि शेर् स्क्रीन् म्यूट् मध्ये अस्ति सा. हा एकवारं फुल् स्क्रीन् करोमि पुटसङ्ख्या वदतु कृपया पुटसङ्ख्या 27 इति दृश्यते. परिणामालङ्कारः इति ओ एतदेव वा उत्तमम् तस्य प्रारम्भः एव भवति इति. उत्तमम् अस्ति कः पठति प्रथमम् इतोपि किञ्चित् बृहत् करोति किं निश्चयेन निश्चयेन समीचीनं वा इतोपि किञ्चित् पर्याप्तं भवति. अस्तु अत्र महोदय पठति किं विमलाभगिनी भवती एव प्रारम्भं करोतु. प्रेतिष्य महोदय मया न आगम्य अस्तु. परिणामालङ्कारः परिणामक्रियार्थस्येद्विषयी विषयात्मना प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा पठतु किञ्चित् परिणामक्रियार्थस्येद्विषयी विषयात्मना प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा. दृगब्जेन इति भासते वीक्षते मदिरेक्षणा. परिणामः क्रियार्थः चेत् विषयी विषयात्मना प्रसन्नेन दृक् अब्जेन इति भाति न जानामि. वीक्षते मदिरेक्षणा मदिरा ईक्षणा मदिरेक्षणा इति अत्र वयं भवती एषा नायिका प्रसन्नेन दिगब्जेन इत्यस्य अर्थः नेत्रकमलेन इति भवति. दृक् अब्जं नेत्रकमलं कमलेन प्रसन्नेन सा मदिरेक्षणा वीक्षते इति भवति. परन्तु अत्र विषयः कः उदाहरणं तत् तत्र अलङ्कारस्य विषयः कः इत्युक्ते परिणामः क्रियास्थः चेत् विषयात्मना विषयी क्रियार्थः चेत् तदा भवति परिणामः अलङ्कारः इति परिणमते इति अर्थः. अत्र उपमानमेव उपमेयत्वं प्राप्नोति प्राप्य क्रियान्वयी भवति चेत् तस्य तत्तु परिणामत्वम् इति. परिणामः इत्यस्य अर्थः कः? रिसल्ट् फलितांशः इति अर्थः. एकस्य विषयस्य अथवा एकस्य वस्तुनः भिन्नरूपे परिणमते चेत् तद् इदानीं वयं दुग्धमस्ति तत्र किञ्चिदिव वयं तक्रं तत्र योजयामः चेत् तस्य परिणामः किं भवति? तद् दधि भवति खलु. तस्य एव परिणामः इति नाम वस्तुनः परिवर्तनं भवति केनापि कारणेन. तत् फलितांशस्य परिणामः इति अर्थः भवति. इदानीम् उपमानमेव उपमेयत्वेन उपमेयत्वं रूपं प्राप्य क्रियान्वयी भवति चेत् तस्य अलङ्कारस्य परिणामालङ्कारः इति. उदाहरणं कथं पश्यामः, अत्र दृगब्जेन इति पदस्य पदे एव अस्ति, तत्तु नेत्रकमलम् इति अर्थं तस्य अर्थः भवति इति स्थापयामः, तत्र वक्तुं किञ्चित् सुलभं सुकरं भवति इति कारणात्। सः नायक सा नायिका मदिरेक्षणा नायकं पश्यति, कथं पश्यति, केन पश्यति, नेत्रकमलेन, तस्याः नेत्रकमलेन पश्यति प्रसन्नेन इति विशेषणं भवति। परन्तु तस्य वीक्षणं न तु कमलेन, नेत्रेण एव वीक्षणं खलु। नेत्रं कथम् अस्ति, कमलवत् अस्ति, अतः नेत्रम् उपमेयं, कमलम् उपमानं भवति। परन्तु नेत्रेण पश्यति इति वक्तुम् उपमानत्वं क्रियान्वयी अभवत् इदानीं, कमलेन इति तस्यैव विभक्तिप्रत्ययः अभवत् नेत्रकमलम् इति, अतः परिणामः अभवत् इति कारणेन तत् क्रियान्वयी कथं भवति, वीक्षते इति क्रिया, तेन अन्वयं भव अन्वय कस्य अन्वयं भव अन्वयः भवति इत्युक्ते कमलेन एव, परन्तु अर्थात् नेत्रेण, रूपं तथा अस्ति तावदेव, अतः परिणामः अभवत् इति अत्र अर्थः। अत्र इतोपि किञ्चित् विस्तारेण वदामः चेत्, आरोपणार्हम् उपमानं कार्ये कार्योपयोगितं कर्तुम् उद्देशः भवति चेत् एवं परिवर्तनं भवति इति अर्थः। अत्र तु नेत्रस्य कमलत्वम् अस्ति इति वक्तुम् उद्देशः, सः एव उद्देशः, तत् अधिकतया तस्य विस्तारेण तं विषयं दर्शयितुं तदेव क्रियान्वयी भवति चेत् तदा इतोपि स्वारस्यम् अधिकम् इति कारणात् परिणामत्वं भवति तत्र इति। अनन्तरं पुनः कथं तस्य विस्तारः भवति इत्युक्ते, क्रियत्र कमलेन इति कथम् अभवत्, तस्य समर्थनं कथम् इत्युक्ते, तस्य विशेषणं प्रसन्नेन इति अस्ति तृतीयाविभक्तिः, तथा नेत्रकमलेन अस्ति इति परस्परं सम्बन्धः भवति इति कारणात् तत्र क्रियान्वयी इत्यस्य समर्थनं भवति। पुनः अत्र कश्चन विषयः अस्ति, दृक् एव अब्जम् इति समासं समासः भवति, उपमितसमासः इति वयं वदामः, दृक् एव सब्जम् अब्जम् इति, तत्र उत्तरपदस्य एव प्राधान्यं खलु, अतः दृगब्जम् इति भवति चेत् अब्जं कमेव प्राधान्यम् आवहति, अतः तदेव क्रियान्वयी अभवत् इति कारणात् तत्र एव अर्थः अभवत्। इदानीं साधारणधर्मः कः अस्य अलङ्कारस्य इत्युक्ते, प्रसन्नता, प्रसन्नेन इति विशेषणम् अस्ति, अतः नेत्रकमलेन, नेत्रेण इति स्वीकरणीयं, तदेव साधारणधर्मः भवति। अत्र दृक् अब्जमिव इति वक्तुं न शक्यते, किमर्थम् इत्युक्ते अत्र उपमितसमासः न भवति इति वदन्ति, तत्र तत् कथम् इति पश्यामः। उपमितं व्याघ्रादिभिः सामान्य सामान्यवचनैः इति भवति समासस्य सूत्रं, तत्र सूत्रेण साधारणतया साधारणधर्मः असूचितः चेदेव तत्र समासस्य विषयः भवति, परन्तु अत्र सूचितः साधारणधर्मः सूचितः प्रसन्नेन इति कारणात् तत्तु उपमितसमासरीत्या वक्तुं न शक्यते इति तस्य विस्तारः भवति। परन्तु कश्चन विषयः अस्ति, वीक्षणक्रियायां कमलस्य अन्वयः न भवति, कमलं न पश्यति, नेत्रमेव पश्यति, परन्तु नेत्ररूपेण कमलं नेत्ररूपेण अथवा ने परिणामत्वं प्राप्य तदन अतः एव क्रियान्वयी भवति कमलः इति कारणं, कमलेन इति तृतीयाभक्तिः, किमर्थम् इत्युक्ते नेत्ररूपेण परिणामं प्राप्नोति कमलम्, अतः एव कमलेन इति तस्य विभक्तिप्रत्ययः तस्य एव क्रियान्वयत्वं भवति इति कारणात् परिणामस्य एव आद्यता अस्मिन् अलङ्कारे, अतः एव अस्य नाम परिणामालङ्कारः इति. अत्र पुनः अस्मिन् पुस्तके एव अन्यः श्लोकः अस्ति, तदपि पठतु. अग्रि अग्रिमे पुटे वा? अहं चिन्तयामि फुट् नोट् मध्ये अस्ति वा इति, किञ्चित् उपरि नयतु. परिणामस्य अपरम् उदाहरणम् अथवा अग्रिमपुटे वा, पश्यतु. अग्रिमपुटे अस्ति. तीर्त्वा इति प्रारभ्यते, तीर्त्वा भूते शमौलि इति. अस्तु, न न, उल्लेखालङ्कारः आगतः अत्र न नास्ति. अपरम् उदाहरणमिदम् अस्ति, अत्र अस्ति तीर्थ्वा भूतेश मौलिः. अस्ति, तीर्त्वा भूतेश मौलि पठ्यते वा केनापि? इतोपि किञ्चित् फाण्ट् बृहत् बृहत् करोति भवति वा चेत् उत्तमं, भगिनि, अथवा अहं दर्शयिष्यामि. किञ्चिदिव बृहत् किञ्चित्. करोमि वा? इतोपि बृहत्? आम् आम् आम् आम् पर्याप्तं खलु? भवान् पठति किं महोदय? लक्ष्मीनारायण हा पठामि. तीर्त्वा भूतेश मौलिस्रजममरधुनीमात्मनासौ तृतीयः तस्मै सौमित्री मैत्रिमयमुपकृतश् उपकृतवानार्वानातर्दाविकाय व्यामग्राह्यस्तनिभिः शबरयुवतिभिः कौतुकोद्धञ्चदक्षम् कृच्छ्राद्दन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे. पुनः पठ्यते. तीर्त्वा भूतेश मौलिस्रजममरधुनिमात्मनासौ तृतीयः तस्मै सौमित्रिमैत्रिमयमुपकृत वानर वानातर्रनाविकाय व्यामग्राह्यस्तनिभिः शबरयुवतिभिः कौतुकोदञ्च दक्षं कृच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे. तीर्त्वा भूतेश मौलिस्रजं मौलिस्रजम् अमरधुनिम् अमरधुनिम् अमरधुनिमात्म आत्मना अमरधुनिम् अमरधुनिम् आत्मना आत्मना असौ तृतीयः तस्मै सौमित्री मैत्रीम् अयम् उपकृतवान् आतरम् आतरम् ओ आतरम् ओ आतरं नाविकाय. ओ एतस्य गुहस्य विषये. गुहस्य व्यामग्राह्यस्तनिभिः स्तनीभिः शबर कौतुकोदञ्चदक्षं कृच्छ्राद् अन्वीयमानः क्षणम् अचलमथः अचलम् अथः चित्रकूटम् अथवा अचलमथः चित्रकूटं प्रतस्थे. अत्र किमर्थम् ओकारः? तत्र अत्र विसर्गः न भवति, न भवति अथ इत्येव भवेत् किमर्थम्? चित्रकूटं प्रतस्थे. अथो इति अपरं पदमस्ति अस्ति वा? अथो तत्र इति अव्ययमेव. अर्थः कः? अथ इति अस्ति विसर्गरहितं पदम्, अथ इति सर्वै जान ज्ञायते. अथो इति अपि पदमस्ति. अथो नाम अनन्तरम् इति अर्थः. अथो इति अपि अव्ययम्. तदेव अथ इति अनन्तरमेव भवति, परन्तु तत्र ओकारम् अहम् एतावत्पर्यन्तं न अथ इति एकं पदम्, अथो इति अपि एकं पदं तथा. अथ इति अस्ति, अथो इत्यस्य अथः इति विसर्गत्वेन समानः अर्थः, विसर्गः न भवति, केवलम् अथो इत्येव रूपं विसर्गः न भवति तस्य. अस्तु अथो इत्येव अस्ति हा तिष्ठति अव्ययम् किम्? अव्ययम् अथो इत्येव रूपं ओ सर्वदा। ओहो अस्तु, अत्र बहु सम्यक् अस्ति अस्य श्लोकस्य अर्थः, गुहस्य विषयः। सा भूतेश मौलिस्रजम् इत्युक्ते गङ्गानदी, तत्तु अमरधुनीं, तदेव देवगङ्गा। तत्तु गङ्गां तारयति खलु गुहः, रामलक्ष्मणसीताणां तरणं भवति गङ्गातरणं। तत्र असौ तृतीयः इति अस्ति खलु, किमर्थम् असौ इति? रामः, रामस्य विषयः एव अत्र अस्ति। चित्रकूटं प्रतस्थे इति अस्ति खलु, तत्र असौ श्रीरामः तृतीयः भवति इति एकः विषयः। तत् कथम् इत्युक्ते, वनवासस्य समये सर्वदा गमनसमये, पदगमनसमये, प्रथमम् अग्रे लक्ष्मणः, मध्ये सीता, तस्याः पृष्ठतः एव रामः। लक्ष्मणः मार्गे किञ्चित् तत्र मध्ये किमपि तत् कण्टकम् इत्यादीनां किञ्चित् इव तस्य निष्कासनं कृत्वा मार्गस्य किञ्चित् सुकरत्वम् आनयति स्म। सः एकः विषयः। सीतायाः रक्षणार्थं दुष्टमृगाः सर्वत्र तत्र भवन्ति खलु, वनेषु राक्षसाः, दुष्टमृगाः। अतः एव जागरूकतया सः रक्षणं करोति इति कारणात् प्रथमं सः, मध्ये सीता, पृष्ठतः कोऽपि अपायः सम्भवति इति कारणात् पृष्ठतः तस्याः रक्षणं कर्तुं श्रीरामः पृष्ठतः इति। अतः सर्वदा सः तृतीयः भूत्वा एव वने गच्छति स्म श्रीरामः इति विषयः। तस्मै सः तस्मै सौमित्रिमैत्रीम् उपकृतवान्। गिगुहः बहु परमभक्तः रामस्य। यदा गङ्गातरणं क्रियते तदर्थं किञ्चित् शुल्कं दातव्यं खलु, किमपि शुल्कं दातव्यं खलु नाविकाया। तत्तु श्रीरामस्य मनसि चिन्तनं, सः राजा भवति चेदपि, वनवासे अस्ति चेदपि, गुहा तस्य सेवां करोति चेदपि, नाविका गङ्गातरणं भवति चेत् शुल्कं दातव्यम् इति श्रीरामस्य मनसि। परन्तु गुहः तादृशधन आशा नास्ति, धनस्य आशा नास्ति, केवलं रामस्य दया एव, कृपा एव तस्य विषयः। परन्तु रामः विना शुल्कं तत् कर्तुं न शक्य इच्छति। अतः सौमित्री मैत्रीं शुल्करूपेण दत्तवान् इति कृत्वा ओहो तथा कृत्वा उपकृतवान् इति। आतरम् इत्युक्ते शुल्कम् इति। शुल्कं नाम नाविका, नाविकाय सौमित्री मैत्रीमेव धनं शुल्करूपेण दत्तवान् इति, गुहस्य राम लक्ष्मणस्य परस्परं सहायं, स्नेहम् आनीतवान् इति अर्थः। एतत् सर्वं रामं यदा एवं गङ्गातरणं कृत्वा गच्छन् अस्ति, तत्र सर्वे शबरसैनिकाः, शबरजनाः, शबर्यः तं द्रष्टुं बहु कौतूहलेन पृष्ठतः गच्छन्ति स्म, अनुसरन्ति स्म एव। अतः ताः कथं, शबरयुवत्यः कथम् आसन्, वामग्राह्यस्तनीभिः इत्युक्ते बहु विशालवक्षस्थलयुक्ताः, कौतुकोदञ्चत् अक्षं, बहु कुतूहलेन तेषां नेत्रस्य नेत्रयोः कुतूहलः सर्वदा दृष्टः। तादृशकौतुकोद उदञ्चत् अक्षं, कौतुकेन उदञ्चत् इत्युक्ते बहु विशालं भवति तेषां नेत्रस्य लक्षणं, नेत्रयोः वैशाल्यम् आसीत्, यतः कुतूहलः आसीत् इति कारणात्। साधारणतया मनुष्याणां, साधारणमनुष्याणामपि तथा एव विवरणं भवति खलु, यदा बहु आश्चर्यं भवति, अस्माकं नेत्रयोः वैशाल्यम् अधिकं भवति, तथा कौतुकेन उदञ्चित् अक्षं कृच्छ्रात् अन्वीयमानः, तम् अनुसरन्त्यः एव शबरयुवतयः आगच्छन्त्यः आसन्। अतः श्रीरामः तासां कृते किञ्चिदिव दर्शनं दद्मः इति क्षणम् अचलः, तत्र स्थित्वा, अचलं स्थित्वा चित्रकूटं प्रतस्थे इति प्रतस्थे। श्लोकस्य अर्थः मया यदा पठितः बहु सम्यक् आसीत्, अतः एव तस्य किञ्चित् विवरणं भवतु इति अहं वदन्ती अस्मि। परन्तु अलङ्कारस्य विषये कः इति पश्यामः इदानीं, विषयः कः इति अत्र महोदय, पूर्वश्लोक श्लोके यदा मदिरेक्षणा इति मदिरा इति मद्यं खलु। मदिरा इत्युक्ते मद्यमिति भवति, तथोपि भिन्नः अर्थः इति वा इति पश्यन्तु। साधारणतया मदिरा मद्यपानं कुर्वन्ति चेत् जनानां नेत्रयोः चञ्चलता भवति खलु, अतः एव मदिरेक्षणा इत्युक्ते चञ्चलदृष्टियुक्ताः इति भवितुम् अर्हन्ति, अथवा मदिरा इत्यस्य भिन्नः अर्थः अस्ति वा इति पश्यन्तु। अस्तु टिप्पण्या मदिरेक्षणा सुन्दरलोचना तन्वी इति अस्ति, केवलं सुन्दरनेत्रम् इति खलु, लोचना इति अस्ति। चञ्चले क्षणा इति अर्थः भवति तत्र। अस्तु अस्तु चञ्चल। अत्र बहु सुलभः एव, रामस्य प्रत्युपकारत्वं लक्ष्मणस्य स्नेहरूपेण परिणमते, तावदेव अत्र परिणामः इत्युक्ते सम्यक् अस्ति इति कारणात् अस्य अलङ्कारस्य उदाहरणार्थम् एषः श्लोकः चितः इति चिन्तयामि। अत्र सौमित्रिमैत्रीमेव शुल्करूपेण दत्तवान् रामः इति अस्ति खलु, अतः अत्र परिणामत्वं अत्र लक्ष्मणस्य सौमित्री सौमित्रिमैत्र्यां आतरत्वम् आरोपितम् शुल्करीत्या परिणामं प्राप्तम् इति, उक्तवान्। मैत्री एव प्राप्तवती इति परिणामत्वम्, अतः सुन्दरश्लोकः। अहं न जानामि एषः श्लोकः रामायणे गच्छति वा अथवा केवलं अलङ्कारस्य उदाहरणार्थं केनापि रचितः वा, अहं न जाने। अनर्घराघवम् इति नाटकं ततः उद्धृतमिदम्। कुत्र अस्ति अनर्घराघवम्, अनर्घराघवम्? ओ अस्तु अस्तु, मुरारिः इति कश्चन कविः, तस्य इदम्। हा हा सम्यक् ओ अस्ति, धन्यवादः धन्यवादः महोदय। किञ्चित् तत्र वाट्सप् मध्ये तत् लिखित्वा स्थापयतु, टैप् कृत्वा स्थापयतु। प्रेषयिष्ये। इदानीं परिणामालङ्कारस्य समाप्तिः अभवत्, अग्रे अग्रे ये अलङ्काराः आगच्छन्ति किञ्चित् लघु अलङ्काराः एव अलङ्काराः भवन्ति, उल्लेखालङ्कारः इति, किमर्थं प्रथम उल्लेखः इति अस्ति, द्वितीयः अपि भवति वा न जाने। आम् अस्ति। अस्तु आम्, तत्र केचन नमस्ते नमस्ते महोदयाः, नमस्कार। सम्पर्कः हा एवं सम्पर्कः इदानीम् आगतः, सम्पर्कः आगतः। शशि महोदयः, अस्तु, पठामि। उल्लेखालङ्कारः, प्रथम उल्लेखः बहुभिर्बहु। शान्ति भगिनी, अहं दर्शयिष्यामि वा? भवती स्क्रीन् दर्शयति, तत्र केवलम् ओ स्क्रीन् दर्शयामि वा, आम् क्षम्यताम्। न उप्स्, तत्र किञ्चित् वामतः गच्छामश्चेत् श्लोकः पुनः पद्यमस्ति इति एकवारं भवान् कृत्वा। दर्शयतु महोदय। अस्तु अस्तु, हा पठ्यताम्। न दृश्यते बस्, इदानीं दृश्यते महोदय। उल्लेखालङ्कारः, प्रथम उल्लेखः बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते स्त्रीभिः कामोर्थितिभिः कामोर्थितिभिः शर्दुः स्वर्गृहु स्वर्दुः कालः स्वर्दृः कालः शत्रुभिरैक्षि सह शत्रुभिरक्षिस्सह बहुभिर्बहुभो लोकात् बहुभिर्बहुधो उल्लेखात् एकस्य उल्लेख इष्यते स्त्रीभिः कामोर्थिभिः स्वर्द्रुः कालः शत्रुभिः ऐक्षि सः इति. इदानीं पुनः श्लोकस्य पठनं भवतु. बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते स्त्रीभिः कामोत्थितिभिः स्वर्द्रुः कालशत्रुभिरेकि सह ऐक्षि सः अत्र अर्थः भवति बहुभिः बहुधा उल्लेखात् एकस्य उल्लेखः इष्यते इत्यस्य अर्थः यत्र नानाविधधर्मयोः धर्मयोग्यं वस्तु इत्युक्ते एकस्य वस्तुनः भिन्नभिन्नगुणाः भवन्ति चेत् भिन्नभिन्नलक्षणानि भवन्ति चेत् तत्तद्धर्मयोः योगरूपनिमित्तभेदेन अनेकेन अनेकधा उल्लिख्यते इति. इदानीं केवलं डेफिनिशन् पश्यामः चेत् किमपि न अवगम्यते. उदाहरणं पश्यामः. स्त्री किञ्चित् श्लोकमेव दर्शयतु. स्त्रीभिः कामोर्थिभिः स्वर्द्रुः कालः शत्रुभिः ऐक्षि सहा इति. सः एकः एव. अत्र भिन्नभिन्नजनेभ्यः जनैः सः दृश्यमानः अस्ति इति. अनन्तरं तस्य विषयस्य गुणगानमपि ते सर्वे कुर्वन्ति इत्यपि अर्थः भवति. तदेव उल्लेखः इत्यस्य अर्थः सैटिङ्ग् इति, कोटिङ्ग् इति अर्थः भवति. हि कोट्स् इति वदामः खलु, तदेव उल्लेखः. अत्र भयादिकं भवितुमर्हति, रुचि अभिरुचिः भवितुमर्हति, अथवा प्रयोजनं पृष्ट्वा कामार्थं भवति. कामार्थम् इत्युक्ते अर्थित्वं, याचकत्वं, याचकत्वं ते याचकत्वेन तस्य अपेक्षया अपि एवम् उल्लेखः भवति. अनन्तरम् एतत् सर्वं केन क्रियते इत्युक्ते स्त्रीभिः, अर्थिभिः, शत्रुभिः भिन्नभिन्नरूपेण क्रियते. अत्र पुनः तस्य विशेषं उदाहरणं पश्यामः. एकक्षणं. स्त्रीभिः कामः इति किल. अस्तु, न इदेन्द्रम् क्षम्यताम्. अत्र कश्चन राजा वर्तते वा अथवा मुख्यपुरुषः कश्चन वर्तते इति स्थापयामः. तत्र किमपि सौन्दर्यं, तस्य सौन्दर्यं दृष्ट्वा स्त्रीणां मनसि कामः अथवा आशा उत्पद्यते इति भवति चेत् स्त्रीभिः तस्य सौन्दर्यं दृष्ट्वा ते कामयन्ते ताः स्त्रियः. अनन्तरं पुनः वृद्धाभिः, वृद्धाः अपि भवितुम् अर्हन्ति. आदिपुरुषः इति देवस्वरूपी, साधारणतया राजा देवस्वरूपी इति वदन्ति खलु, अतः तेन तस्मिन् भावे वृद्धाः तं पूजयन्ति इति. अनन्तरम् अर्थिभिः कल्पवृक्षं सर्वं ददाति इति कारणात् राजा बहु अस्तु दानी, उत्तमदानी, सः सर्वं ददाति इति कारणात् अर्थिभिः ये याचकाः भवन्ति ते तस्य गुणगानं कुर्वन्ति. अनन्तरं कथमिव इत्युक्ते स्वर्द्रुः इव, स्वर्गलोकस्य द्रुः इत्युक्ते द्रुमः वृक्षः, सः एव कल्पवृक्षः. कल्पवृक्षस्य गुणं वयं जानीमः खलु. यत् यत् इष्यते तत्सर्वं ददाति सः. अनन्तरं शत्रुभिः कालः यम. अत्र कारणं किं? शत्रवः राजानं बहु पराक्रमशाली इति कारणात् सः कालः इव पश्यन्ति. कालः इत्युक्ते यमः. यमः यथा शत्रुनाशं कुर्वन्ति, मृत्युम् आनयति, तथा राजा अपि तावान् पराक्रमशाली इति कारणात् कालः इव भीताः भवन्ति शत्रवः. अतः केन भावेन राजा इदानीं उल्लिख्यते तैः, भाव्यते तैः इत्युक्ते स्त्रीभिः प्रीत्यर्थं सः दृश्यते, अर्थिभिः याचकैः किमपि दानं ददाति इति कारणात् तादृशगुणः दृश्यते. अनन्तरं कल्पवृक्षः इव शत्रुभिः सह यमरीत्या भीताः भवन्ति, यतः भीतिः कारणम्. अनन्तरम् अर्थिभिः याचकत्वं कारणं, स्त्रीणां कृते प्रेमकारणम् अथवा कामः कारणं भवति. तैः भिन्नभिन्नकरणेन कारणानि भवन्ति चेदपि तेषां सर्वेषां दाता भवति सः, तेषाम् आशां पूरयन्ति इति कारणात् यदा एवम् उच्यते भाव्यते तदा उल्लेखालङ्कारः इति नाम. अतः एव बहुभिः बहुधा उल्लेखात् एकस्य उल्लेखः इष्यते इति. भिन्नभिन्नजनाः भिन्नभिन्नकारणार्थं तम् इच्छन्ति, अतः तदपि उल्लेखालङ्कारः. उल्लेखः इत्युक्ते उद्धृत्य वदन्ति इति तावदेव. अग्रे अग्रिमः द्वितीयः उल्लेखः, क्षम्यताम्, उल्लेखः संध्या पठति किम्? अनन्तरं शान्ता भवती अपि पठतु एकैकशः. उल्लेख अलङ्कारस्य उदाहरणम् अस्ति, विशेष उदाहरणं, तद् पठामः वा त्यजामि? गजत्तात्रेति वृद्धाभिः अन्यत् उदाहरणमपि अस्ति, अन्यत् उदाहरणमपि अस्ति उल्लेख उदाहरणं, तस्य एव उदाहरणं वा? आम् अन्यत् तत् पठानि वा अथवा द्वितीय उल्लेखः? कः श्लोकः तत्र दृश्यते खलु? गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः यथा स्थितश्च बालाभिर्दृष्टः शौरिः सकौतुकम्. गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः यथा स्थितश्च बालाभिर्दृष्टः शौरिः सकौतुकम्. शौरिः अत्र शौरिः इत्युक्ते तर्हि अर्थः तु स्पष्टः एव. तर्हि अपि पठतु तत्. तत्र द्वारकां प्रविशन् कृष्णः वृद्धादिभिः बहुभिः गजत्रातृत्वादिरूपेण बहुधोल्लिख्यते. पूर्वोदाहरणे आरोपसद्भावाद् रूपकसङ्कीर्णत्वम् अत्र तु तन्नास्ति इति विशेषः. पूर्वोदाहरणे रूपकालङ्कारे वयं दृष्टवन्तः खलु, आरोप्य इति भवति उपमान उपमेयस्य विषये. तत्र कदाचन एवमेव कुलयानन्दे अलङ्कारविषयेषु कश्चन अलङ्कारः यदा विव्रियते तदा तस्य किञ्चित् साम्यं सादृश्यं भिन्न अलङ्कारेण सह सादृश्यं भवति चेत् तदा भिन्न अभिप्रायभेदः अपि भवति अलङ्कारिकाणां मध्ये. एतत् एवं वक्तुं शक्नुमः, एषः सः अलङ्कारः न, भिन्न अलङ्कारः तथा अस्ति इति पश्यामः चेत् अन्ततो गत्वा सर्वत्र उपमानविषयः एव. सर्वत्र आरोपणं वा भवतु, उपमानेयपरिणामः वा भवतु, बहु अत्यधिकं भवति चेत् उत्प्रेक्षा अपि भवति, किमपि भवतु आधाररूपेण भवति उपमा अलङ्कारः एव. चिन्ता नास्ति. पूर्वस्मिन् उदाहरणे तत्र रूपकसङ्कीर्णम् अस्ति किन्तु अत्र नास्ति इति किञ्चित् अतः भिन्नम् उदाहरणम् अत्र दर्शितम्. तत्र रूपकसङ्कीर्णं विना अत्र गजत्रातेति वृद्धाभिः इत्युक्ते प्रायः गजेन्द्रमोक्षस्य विषयः इति चिन्तयामि. श्रीकान्तः इति यौवतैः अस्तु, श्रीकान्तः इति लक्ष्मीवल्लभः इति, अथवा कान्तः इत्यस्य अर्थः एव आकर्षकः इति अर्थः भवति, अतः तथापि यौवतैः तथापि भाव्यते, अतः यथास्थितः च बालाभिः दृष्टः शौरी सकौतुकं, सः एकः एव परन्तु बहुधा बहुभिः बहुधा तस्य वर्णनं क्रियते, भिन्नभिन्नभावः प्रदर्श्यते इति अर्थः. द्वितीय अत्र बालाभिः यथा स्थितः किमर्थम् इति अर्थे बालाः तु सः यथा अस्ति तथा एव यथा अस्ति तथा एव इति अर्थे तेषां मनसि अन्यत् किमपि अभिप्रायः न, अत्र तु वृद्धाः गजत्राता इति तत्र दैविकत्वं दृष्टवन्त्यः वृद्धाः. अनन्तरं यौवतैः श्रीकान्तः इति तस्य सौन्दर्यं भावितं, परन्तु बालाभिः यथा स्थितः तथा एव दृष्टः, ते न जानन्ति तस्य दैविकत्वं वा सौन्दर्यं वा, केवलं कृष्णः कृष्णः तथा एव तत्र मित्ररूपेण दृष्टवन्तः खलु, अतः यथास्थितः दृष्टः. अतः एव नवनीतचौर्यं सर्वं यदा क्रियते तत् ते सर्वे बहु मित्रभावेण एव दृष्टवन्तः कृष्णं, परन्तु नायकभावेन अपि दृष्टवन्तः, सः हि वास् द लीडर् इति, सः सर्वदा नायकः सर्वेषां, गोपाल न केवलं गोपालकः परन्तु गोपालनायकः इत्यपि वक्तुं शक्नुमः वयम्. अस्तु, एतत् अतः श्लोकः कुतः सकौतुकं बालाभिः दृष्टः, कदाचित् एवं राक्षससंहारं सर्वं कृतवान् कृष्णः, सदा बालाः बहु कौतुकेन कथम् एवं करोति सः इति आश्चर्यं प्राप्तवन्तः, परन्तु झटिति अग्रिमक्षणे एव तेषां पुनः समभावः भवति, केवलं क्षणकालम् एव तेषां विस्मयः, अनन्तरं पुनः साधारणरीत्या एव भावयन्ति इति. महोदये, तत्र मुकुन्दमालायां प्रथमे एव एकः श्लोकः अस्ति, श्रीवल्लभेति वरदेति दयापरेति, तत् भक्तप्रियेति भक्तप्रियेति भवलुण्ठनकोविदेति भवलोण्ठनकोविदे नाथेति नागशयनेति जगन्निवासेति आलापनं प्रतिपदं कुरु मे मुकुन्द इति. अस्तु. एषः अपि मुकुन्दमालातः वा? न, ओ, तद् भिन्न अस्तु, कः श्लोकः? रजत्रातेति. अरे महोदय, जानाति वा? इदानीं गजत्र व्याख्यानं पश्यन् अस्मि तत्र वयं हरिकोशः, हरिकोशः प्रष्टव्य पश्यन् अस्मि इदानीं व्याख्यानं, मिलित्वा मुकुन्दमाला इति वक्ष्यामि. उक्तम् इति कारणात् सन्दर्भवशात् वदामि. मुकुन्दमालायां संस्कृतवर्गस्य व्याकरणपठनार्थं बहु उदाहरणानि अनेकानि सन्ति. आमां तत्र भगिनि, आम् जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरम् इति एकः श्लोकः वर्तते खलु, तत्र संबोधनकृते सम्बोधनाविभक्तिः लोट् लकारः सर्वम् आगच्छति, तत्र बहु सम्यक् अस्ति तत्. अनन्तरं पुनः इति इति इति आगतं श्रीवल्लभेति, तथा तृतीयाविभक्तिः पूर्णतया सर्वत्र भवति, बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोज्जीर्णपाष्पाम्बुना नित्यं त्वच्चरणारविन्दयुगळध्यानामृतास्वादिनाम् अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम्. बहु सुन्दरश्लोकाः सर्वे श्लोकाः तत्र. भवतु, अग्रे पश्यामः द्वितीयः उल्लेखः. एकेन बहुधोल्लेखेऽप्यसौ विषयभेदतः गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने. पठ्यताम्. शान्ता भगिनी वा? शान्ता भगिन्याः पर्याय. पठति किं शान्ता भगिनी? भवती मूक अस्ति. क्षम्यतां, सम्यक् न हा श्रूयते, पुनः हा आगच्छामि. म्यूट् सूट मध्ये अस्ति सा। यस, तस्याः किमपि दर्शयति। क्लेशः अस्ति। तर्हि शान्ति भगिनी, भवत्या अहं पठतु। पठामि। आमाम्, अस्तु, केवलं विवरणं वा, श्लोकः अहमपि पठामि। श्लोकं पठतु, एकेन श्लोकम् बहु एकवारं पठतु। एकेन बहु दौर्लेखे प्यसौ विषयभेदतः गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मशरासने। एकेन बहु अत्र दौर्लेखे अपि एकेन कर्त्रा एव विषयभेदकारणात् बहुभिः बहुधा उल्लिख्यते इति उल्लेखालङ्कारः भवति। तत्र अर्थं वदतु। गुरुर्वचस्य अत्र कस्यचन राज्ञः वर्णनम् इति स्थापयामः। अस्तु। अत्र तस्य भिन्नभिन्नगुणाः सन्ति चेत् भिन्नभिन्नजनैः सह उपमानरीत्या तोलनं क्रियते इति। गुरुर्वचसि अर्जुनः अयम् अर्थं वदति किम्? पठामि वचसि अर्थम्। एकस्य इति पूर्वश्लोकाद् अनुषज्यते। एकस्य विषयस्य इत्युक्ते बहुधर्मविशिष्टस्य एकैनैव गृहीत्रा विषयभेदतः बहुधा अनेकप्रकारेण उल्लेखे विषयीकरणेपि असौ उल्लेखालङ्कारः। अयं पुरोवर्ती राजा वचसि प्रभाषणे विषये गुरुः बृहस्पतिः, महांश्च कीर्तौ यशस्य विषये अर्जुनः पार्थः, धवलश्च शरासने धनुषि विषये भीष्मः, गाङ्गेयः भयङ्करश्च। ओ, तत्र पार्थः इत्यस्य धवलः इति अपि अर्थः अस्ति किम्? नास्ति खलु, अर्जुनः इत्यस्य अस्ति, अर्जुनस्य अर्जुनः भवति अर्जुन तस्य व्याख्याने धवलः इति अस्ति, अतः पृष्टं मया। चिन्ता नास्ति, वचसि गुरुः, गुरुः इत्युक्ते अत्र बृहस्पतिः इति, बृहस्पति एव खलु वाचस्पति वाक्पति इति वदन्ति। सद्य वचन वैशिष्ट्यं तस्य अत्यधिकं भवति इति बृहस्पतिः इति वदामः। वचसि गुरुः कीर्तौ अर्जुनः अयम् इति, यशसि अर्जुनसमानः, शरासने भीष्मः। अत्र शरासने इत्यस्य विषय अर्थद्वयं दत्तम्। अत्र धनुषि धनुर्विद्यायां इति सः भीष्मः, भीष्मः इत्यस्यापि अर्थद्वयं भवति। सः भीष्मः इति नाम, भयङ्करः इति वक्तुमपि भीष्मः इति पदमस्ति। सः धनुषः तत् हस्ते धरति चेत्, उद्धरति चेत् तत्र प्रमादः एव सम्भवति। कृष्णः एव उक्तवान् खलु कुरुक्षेत्रे, प्रथम नवदिनानि यावत् भीष्मः एव भीष्मस्य सेनाधिपत्यमेव, सः एव युद्धं कृतवान्, सर्वनाशं कृतवान् पाण्डवानां मध्ये। अतः एव कृष्णस्य बहुधा बहु कुपितः भवति। सः चक्रायुधमेव उद्धरति कृष्णः, अहम् आयुधं किमपि न स्पृशामि इति उक्तवान् यः, कृष्णः एव सः चक्रायुधं धरति, भीष्मस्य संहारम् अहमेव करिष्यामि इति। झटिति भीष्मः सर्वाणि आयुधानि अधः स्थापयित्वा कृष्णं नमति, स्तोत्रं करोति, एतद् भवतः सर्वदा शान्तस्वरूपी भवान्, भवतः एतद् भयङ्करदर्शनं, भवतः आयुधानाम् उद्धरणं द्रष्टुमेव अहम् एवं कृतवान् इति सः वदति। तथा कस्मिंश्चित् मन्दिरे देवालये प्रयोगचक्ररूपेण कृष्णस्य विग्रहः अस्ति, सर्वत्र अलङ्कारचक्रमेव, एवमेव धरति अलङ्कारचक्रम्, एवं धरति चेत्, एवं धरति चेत् तत् प्रयोगचक्रं, चक्रस्य प्रयोगं कर्तुम् एवं हस्त अङ्गुलीद्वयमपि एवं भवति प्रयोगचक्रम् इति। केवलं तमिळ्नाडुमध्ये एकस्मिन् देवालये तादृश रूपम् अस्ति प्रयोगचक्रेण सह भगवतः रूपम् अस्ति. अस्तु, सन्दर्भवशात् वदामि तावदेव. अस्तु, अत्र क्षम्यता. न इति अर्थे तत्र अर्जुनः, भीष्मः तथैव बृहस्पतिः अपि तत्र अर्थद्वयं भवति किल. सर्वेषां बृहस्पतिः इति एकः तु गुरुः, अन्यः बृहत् न वचसि गुरुः, वचसि गुरुः अस्ति. गुरु गुरु शब्दस्य अर्थद्वयं, महान् अपि च बृहस्पतिः. गुरुः इत्यस्य अर्थद्वयं, अर्थद्वयम् अर्जुन इत्यस्य अर्थद्वयं, भीष्म इत्यस्य अपि अर्थद्वयम्. अत्र शरासनम् इत्यस्य अर्थः धनुः एव खलु, धनुः इति. अतः धनुर्विद्यायां भीष्मः इति. अहम् एवमपि चिन्तितवती अत्र, न चेदपि न चेत् शरतल्पे आसीत् इति कारणात्, परन्तु तद् न, सः अर्थः न अन्वेति अत्र. शरासने भीष्मसमानः इति एतदेव भवितुम् अर्हति. धनुषि विषये इत्येव अर्थः गाङ्गेयः, सः भयङ्करश्च, तथा अर्थः भवितुम् अर्हति. अस्तु, यथा एकेन बहुधा उल्लेखेपि विषयभेदतः अलङ्कारः, परिणामालङ्कारः भवति. क्षम्यताम्, उल्लेखालङ्कारः. अस्तु, तावदेव तत्र व्याख्याने अस्ति महोदय. एतत् सर्वम् एकस्य राज्ञः विषये अस्ति. इत्युक्ते द किङ्ग् इस् बृहस्पति इन् स्पीच्, अर्जुन इन् फेम्, भीष्म इन् आर्चरि. एतदेव उदाहरणं. तदेव, एतत्तु कः राजा इति न उक्तं, तत् न उक्तम्. उदाहरणार्थं कस्यचन राज्ञः विषयः, तावदेव. अपि च महोदय, अत्र तु रूपक अलङ्कारवतेव अस्ति, परन्तु तत्र एकस्य एव दृष्टिः भिन्नभिन्नरीत्या. यथा इदानीं यथा वयं रामायणं पश्यामः, खलु अहं पूर्वमेव उक्तवती, सः अस्माकं भ्रमः एव जायते. तत्तु रूपकः इवपि भवति, उल्लेखालङ्कारः इति. अतः अभिप्रायभेदाः कवीनां मध्ये अपि. एवमेव संक्षेपरामायणे भवति, समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव, परन्तु तत्र इव शब्देन तत्र उपमा इति सूच्यते. तत्रापि भिन्नभिन्न विषयः एकस्य एव जनस्य, समुद्र इव गाम्भीर्ये किं धैर्येण हिमवान् इव इति आदि, परन्तु तत्र उपमालङ्कारः. अत्र तु तथा नास्ति, रूपकवदस्ति, परन्तु अत्र उल्लेखालङ्कारः. रघुवंशे अपि भवति खलु, भीमकान्तैर्नृपगुणैः सभूभुव उपजीवितम् इति. कश्चन भेदः वर्तते एव तत्र, किञ्चित् अन्ततो गत्वा आधारः उपमां, तावदेव. अग्रिमः. क्षम्यताम्. स्मृतिभ्रान्ति सन्देहः न, तत्रैव तावदेव वा? तावदेव तावदेव. अपरम् उदाहरणमपि अस्ति अग्रिमे. अपरम् उदाहरणमस्ति अकृषं रुचयोः इति, फुट् नोट् मध्ये अस्ति इति मन्ये. न अस्ति, अत्र दृश्यते. आम् आम्, अस्तु अस्तु, अत्रैव अस्ति. हा, शान्ता भगिनी पठति किम् अधुना? अकृशं कुचयो कृशं विलग्ने, विपुलं चक्षुषि विस्तृतं नितम्बे, अधरेरुणमा अत्र प्रायः अरुणी इति भवेत्, अरुणिमा इति भवेत्. तत्र कश्चन प्रायः दोषः इति, अरुणिमा इति भवति चेत् अरुणवर्णत्वम् इति अर्थः. अरुणिमा इत्युक्ते रस्तु वा? तदनन्तरं क्षम्यतां, न अरुणम् एव, आविरस्तु. क्षम्यतां, मम दोषः. आविरस्तु इति क्रियापदं. अस्तु, अरुणम् आविरस्तु. अधरेरुणमाविरस्तु, चित्ते करुणाशालिकपालिभागधेयम्. पुनः भवतु. अकृशं कुचयोः कृशं विलग्ने, विपुलं चक्षुषि विस्तृतं नितम्बे. अधरे अरुणमाविरस्तु, चित्ते करुणा करुणशाली करुणाशाली कपाली भागधेयम्। चित्ते करुणाशाली कपाली भागधेयम्। तत्र कः किं वृत्तम् एतत्? कथं पठितव्यम्? पुष्पिताग्र इति, द्वादश किल, किञ्चित् पुष्पिताग्र विषम तत्र विषमच्छन्दः, कुत्र अस्ति यतिः? अकृशं कुचयोः कृशं विलग्ने वा? विलग्ने अत्र विपुलं एकादश चक्षुषि द्वादश विस्तृतं नितम्बे अकृशं अत्र विलग्ने विपुलं चक्षुषि 11-12, विस्तृतं 11-12 लेवेन् ट्वेल्व् लेवेन् ट्वेल्व् रस्तु चित्, एवं पठामः तत् तर्हि। इति अकृशं कुचयोः कृशं विलग्ने विपुलं चक्षुषि विसृतं नितम्बे अधरेरुणमाविरस्तु चित्ते करुणाशाली कपालिभागधेयं। पुष्पिताग्रा खलु, तथा उक्तं वा? अस्तु महोदय। हा, अस्तु, तस्य पदविभागं कृत्वा अर्थं वदतु। कृशं कुचयोः अकृशम् अकृशं कुचयोः कुचयः क्षम्यतां, कृशं न विल कुचयोः कृशं एव, कृशं कुचयोः एव विलग्ने सप्तमी विवचने विपुलं चक्षुषि विस्तृतं नितम्बे विस्तृतं नितम्बे अधरे अरुणम् आविरस्तु अरुणम् चित्ते आविरस्तु करुणाशाली कपाली भागधेयम् इति। कस्यचन कस्याश्चन भक्तायाः वा अथवा कस्यचन भक्तस्य मनसि यदा पार्वतीदेव्याः ध्यानं क्रियते तस्य वर्णनम् एवं दत्तमस्ति अत्र। यत् किमर्थं पार्वतीदेवी इति उक्तम् इत्युक्ते कपालिभागधेयम् इति अस्ति। कपाली शिवस्य सौभाग्यरूपेण सौभाग्यस्वरूपी स्वरूपिणी पार्वती इति अर्थे भवति। तस्याः विवरणं कुचयोः अकृशं विलग्ने कृशं, विलग्नम् इत्युक्ते कटिप्रदेशः, चक्षुषि विपुलं नेत्रयोः वैशाल्यं, नितम्बे विसृतं पृष्ठभागस्य पुष्टिः, अधरे अरुणं बिम्बाधरी इति। आवि अत्र आविर तादृशी पार्वती, करुणाशाली दयामयी पार्वती, कपाली ईश्वरस्य भागधेयं पार्वती, मम चित्ते आविरस्तु सदा सर्वदा तिष्ठतु इति अर्थः भवति। करुणाशाली अत्र शिवस्य विशेषणं वा पार्वत्याः वा? करुणाशाली एवमपि भवितुमर्हति सा एव इति, यतः अत्र सा करुणाशालिनी भवति चेदपि अत्र समासः करुणाशालिनी कपालिभागधेयम् इति कारणात् अत्र प्रातिपदिकत्वेन करुणाशाली कपालिभागधेयं भवितुम् अर्हति, अथवा कपाली ईश्वरस्य करुणाशालित्वं दर्शनीयं चेत् करुणाशाली अपि भवितुम् अर्हति। परन्तु अत्र भागधेयम् इति पदं साधारणतया पात्रं इत्यादीनां नपुंसकलिङ्गत्वं भवति खलु अन्ते, अतः भागधेयम् इति उक्तम्, अत्र स्त्रीलिङ्गत्वं नास्ति। अतः प्रथमं यद्यदुक्तं तत्सर्वं तस्याः वर्णनम् अनन्तरं मम चित्ते आविरस्तु इति अन्ते भवति। अत्र विषयः शिवस्य सौभाग्यरूपिण्याः पार्वतीदेयाः दयाशीलायाः इति, तस्य दयात्वं स्वीकृतम्, अनन्तरं पार्वत्याः स्वरूपं मम चित्ते आविरस्तु इति यदुक्तं तत्र विस्तारेण स्वरूपं तस्य तस्याः वर्णनम् उक्तं खलु। अत्र पार्वतीदेव्याः वर्णनम् अनेकविधेषु सः वर्णयति, भक्तः वा भक्ता वा। अत्र एका एव व्यक्तिः पार्वत्याः एव वर्णनं यत् अत्र स्थूलत्वमपि दर्शितं, कृशत्वमपि दर्शितं, तस्य अवयवयोः भिन्नभिन्न अवयवयस्य कृशत्वं तदनन्तरम् अकृशत्वं द्वयमपि दर्शितं, तथा एव विस्तारः अपि उक्ता, चक्षुषी विपुलम् इति. अनन्तरं विस्तारः उक्तः, भिन्नभिन्नगुणाः लक्षणानि उक्तानि, अरुणवर्णीया इति वर्णः अपि उक्तः, एवं सर्वविध वर्णनानि कृतानि अत्र इति कारणात् एतत्तु द्वितीय उल्लेखस्य उदाहरणं भवति. अपरम् उदाहरणं पूर्वतन अपि तथा एव अभवत् खलु, अत्र कीर्तौ अर्जुनः एतत् सर्वं, तथा अत्रापि भिन्नभिन्न अङ्गेषु वर्णनं कृतम् एकस्याः व्यक्त्याः एव अभवत् इति कारणात् एतत्तु उल्लेखस्य उदाहरणम् अभवत्. अत्र अग्रे भिन्नः अलङ्कारः आगच्छति, तद् अग्रिमसप्ताहे कुर्मः. मया एकः कश्चन विषयः चिन्तितः, गतसप्ताहे नलचरित्रं नलोपाख्यानस्य विषये किञ्चिदुक्तं खलु. महाभारते वनपर्वे अस्ति द्वितीयभागे वा प्रथमभागे वा नलोपाख्यानम् इति अर्थे, तत्र अलङ्कारविषयः किं वर्गे वर्गं प्रति अर्धभागम् अलङ्कारस्य विषयं पठित्वा किञ्चित् जामिता भवति खलु, अतः तदा नलोपाख्यानं किञ्चित् पठामः किं महाभारतात्? तथा करवामः, करोमः. सर्वेषाम् अनुमतिः सम्मतमस्ति किम्? आम् अस्तु, अतः अग्रिमसप्ताहात् तथा कुर्मः. अद्य गृहे अपि मम दौहित्रः अत्र भाषानगरे न्यूयार्क्तः आगताः, अतः अत्र अहं विरमामः इति अहं चिन्तयामि. चिन्ता नास्ति खलु? नास्ति महोदय, नास्ति भवतामपि अग्रे किञ्चित् अद्य आरभ्य एव किञ्चित् विरामकालस्य अनुभवः भवतु इति कारणात् अहं वदामि. स्वार्थः एव, परन्तु अहं भिन्नरीत्या वदामि, तावदेव. अस्तु, विरमामि, शान्तिमन्त्रं वदामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति शान्तिः. धन्यवादः महोदय, धन्यवादः महोदय, शुभरात्रिः. शुभरात्रिः.